गुरवे सर्वलोकानां भीषजे भवरोगिणां निधये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे। श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। श्रीमहासरस्वत्यै नमः। हरिः ओम्। सर्वेभ्यो नमस्कारः। धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति सन्धिः इति। तत्र सन्धिः इति विषयात् प्राक् केचन अंशाः ज्ञातव्याः अस्माभिः इति कृत्वा तत्र कार्याणि सन्ति, सन्धिकार्याणि सन्ति इति कृत्वा तत्र परिचयत्वेन तत्र पुटसङ्ख्या सप्तमे पुटे तत्र आदेशः, आगमः, लोपः, प्रकृतिभावः इति कार्याणि सन्ति, चत्वारि कार्याणि सन्ति सन्धि विषये इति उक्तम् अस्ति। इदानीं तत्र अग्रे तत्र अभ्यासः अस्ति। अभ्यासे तत्र आगमः, आदेशः कुत्र कुत्र भवति इति पश्यामः। तदनन्तरं किञ्चित् अग्रे तत्र स्वरसन्धिः भवति अपि तत्र अग्रिमे पाठे, किन्तु तत्र कार्याणां तत्र परिचयः अस्मिन् पाठे अस्ति। अस्तु, तर्हि आरम्भं कुर्मः। तर्हि तत्र अष्टमे पुटे तत्र निवेदिता भगिनी आरम्भं करोति वा? आम्, अभ्यासः। अधो निर्दिष्टेषु स्थानेषु आदेशः, आगमः, लोपः, प्रकृतिभावः इत्येतेषु अत्यन्तमं सन्धिकार्यं भवति। तत् किम् अन्यतमं सोरि सर् अन्यतमं सन्धिकार्यं भवति तत् किम् इति पुरतः रिक्ते स्थाने यथोदाहरणं लिखत। अन्यतम इत्युक्ते जानाति खलु भगिनि? अन्यतमः, अन्यतमः नाम समूहे एकः, तत्र तत्र आदेशः, आगमः, लोपः, प्रकृतिभावः इति समूहः, समूहे यः कोऽपि भवति चेत् वयं वदामः तस्मिन् समूहे अन्यतमः इति। तत् किम् इति पुरतः रिक्ते स्थाने यथोदाहरणं लिखत, यथा उदाहरणं लिखत। आश्चर्यवत् च, आश्चर्यव अधिकं त अधिक च, आश्चर्यव अधिकं च अधिक च, आश्चर्यवच्च आदेशः, आदेशः पूर्वसितस्य तकारस्य स्थाने चकारः चकारः आगच्छति, चकारः आगच्छति, अतः आदेशः शत्रुवत् अस्ति। तत्र एकस्मिन् स्थाने अन्यत् आगच्छति इति कृत्वा आदेशः। समीचीनं भगिनि। अस्तु, तत्र गतवर्गे वयं श्लोकं पठितवन्तः इति मन्ये, अतः प्रथमं करोतु भगिनि, तदनन्तरं तत्र श्लोकं पठामः। तु अधिक तु इदं त अधिक उ अधिक इ अधिक दम्, त अधिक व अधिक इ अधिक दम् द्विदम् आदेशः। अत्र उकारस्य स्थाने वकारः आगच्छति। उत्तमं। अतः आदेशः, समीचीनं भगिनि। अपि तत्र श्लोकं पठति वा तत्र? हर्षदा भगिनी नमस्कारः। शोभा भगिनी नमस्कारः। नमस्ते महोदय। नमस्कारः, नमस्कारः। पुटसङ्ख्या अस्ति अष्ट। अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं, पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्। किञ्चित् विवृणति वा तत्र? सर् दुर्योधन उवाच, दुर्योधनः वदति अस्माकं सेनाबलम् अपर्याप्तम् अस्ति, यः भीष्मेण एव रक्षति, भीष्मेण रक्षितमस्ति, पाण्डवानां बलं सैन्यबलं पर्याप्तम् अस्ति, यः भीमेन एव रक्षितम् अस्ति. यत् भीमेन रक्षितमस्ति, समीचीनं, तथैव अस्ति, समीचीनं भगिनि. तावदेव नाम तत्र अस्माकं बलं कीदृशं पाण्डवानां दुर्योधनस्य अहङ्कार तत्र भगिनि, समीचीनः. तत्र द्रोणं वदति दुर्योधनः, समीचीनं भगिनि. अस्तु उत्तमम्. पल्लवी भगिनी नमस्कारः. नमस्कारः. नमस्कारः भगिनि. अस्तु तर्हि अग्रे तत्र उषास्वामिनाथन् भगिनी अग्रे पठति वा? आं महोदय. प्रहसन् इव प्रहसयोगः नकारः योगः ई योगः वकारः प्रहसयोगः नकारः नकारः अपि अस्ति योगः ई योगः व प्रहसन्निव इकारात् पूर्वं नकार इकारमध्योः अनदर् अन्यवर्णः अपि भवति, नकारः भवति, आगमः इति नूतनवर्णः नूतनवर्णः भवति. तर्हि आगमः समीचीनं भगिनि. नकारस्य द्वित्वं भवति, समीचीनम्. इदानीं तत्र श्लोकं एकवारं पठतु. तमुवाच हृषीकेशः प्रहसन्निव भारत सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः. तमुवाच हृषीकेशः प्रहसन्निव भारत सञ्जयः वदति हृषीकेशः कृष्णः हे भारत इति हे धृतराष्ट्र सञ्जय धृतराष्ट्रम् उवाच वदति कृष्णः वदति इति. भगिनी तत्र सञ्जय उवाच किन्तु हृषीकेशः तम् उवाच तत्र हृषीकेश नेरेट् करोति किन्तु तत्र कः वदति इत्युक्ते तत्र हृषीकेश नाम ऋषिकेशः प्रहसन् इव वदति इव वदति ऋषिकेशः वदति ऋषिकेशः उवाच सेनयोरुभयोर्मध्ये विषीदन्तम् इदं वचः. कृष्ण इस् अबौट् टु टाक् सत्यं सत्यं तत्र समीचीनं. कृष्णः रथं सेनयोरुभयोर्मध्ये रथं स्थापयित्वा विषीदन्तम् इति अर्जुनः यः विषीदन्तम् अस्ति तं कृते तम् उद्दिश्य कृष्णः ऋषिकेशः वचनः उवाच समीचीनं. तत्र विषीदन्तं तत्र विषीदन् इति शत्रन्तरूपं विषीदन् विषीदन्तम् इति कर्मपदं द्वितीयविभक्ति यथा प्रहसन् इति अस्ति तदपि शत्रन्तरूपं ऋषिकेशः प्रहसन् उवाच कम् उवाच तम् उवाच नाम अर्जुनम् अर्जुनं कीदृशम् अर्जुनं विषीदन्तम् अर्जुनं यः तत्र सेनयोरुभयोर्मध्ये अस्ति. समीचीनं भगिनि. अतः तत्र कृष्णः एतावत् न उक्तवान् किन्तु इदानीं वद अग्रे वदति इति सत्यं भगिनि. समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे सुजाता भगिनी नमस्कारः. अग्रे उमा मीनाक्षी भगिनी पठति वा? नमस्ते महोदय. नमस्कारः. सुप्रभातम्. सुप्रभातं भगिनि. नायकाः मम नायका तदनन्तरं विसर्गः अनन्तरं मम नायका मम विसर्ग गतम् अतः लोपकार्यं. समीचीनं. लोपः समीचीनं. समाप्तं. समीचीनं. तर्हि तत्र श्लोकं पठति वा भगिनि? श्लोकं पठनं. ओके. 17. हर्षदा भगिनी तत्र संख्या या अस्ति संख्या श्लोकं सूचयति, नाम श्लोकस्य भगवद्गीतायां श्लोकस्य संख्यां निर्दिशति. अस्तु अस्तु, भगवद्गीतायाः पुस्तके दृष्ट्वा श्लोकान् वदामः. अस्तु, न दत्तं किन्तु पुस्तकं केवलं ततः स्वीकृतं पदम् इति. अस्तु अस्तु, अहं मम पुस्तकम् आनयामि. अस्तु अस्तु भगिनि. उमा मीनाक्षी भगिनि पठामि वा? पठतु भगिनि. अस्माकं तु विशिष्टाये तान्निबोधद्विजोत्तम नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते. तर्हि तत्र नायकाः मम इति स्थाने नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते. कः वदति एतत्? तत्र दुर्योधनः द्रोणाचार्यमुद्दिश्य वदति. अस्माकं तु विशिष्टा ये विशिष्टाः ये तान् निबोध निबोध त्वं त्वं निबोध. द्विजोत्तम इत्युक्ते ब्राह्मण न? द्विजोत्तम. द्विजोत्तम नाम तत्र द्रोणाचार्य. त्वं निबोध नाम त्वं जानातु, वदतु अथवा बोधयतु. न न, निबोध निबोधयतु त्वं जानातु. जानातु त्वया त्वया ज्ञातव्यं, त्वया ज्ञातं ज्ञातव्यम् अस्ति, अतः त्वं जानातु. लोट्लकारः. परन्तु निबोध एतस्य अर्थं किम् आगच्छति? अर्थम् अर्थं यु मस्ट् नो, त्वं जानातु निबोधयति. अत्र अग्रे नायक मम सैन्यस्य मम सैन्य मम सैन्यस्य तान् ब्रवीमि चेत् अहं तान् वदिष्यामि. तत्र संज्ञार्थं नाम तत्र अवगमनार्थं, तत्र के के सन्ति इति भवान् जानातु, अतः तत्र ये विशिष्टाः नायकाः मम सैन्यस्य मम सैन्ये सन्ति तान् ब्रवीमि ते नाम सूचयामि तव कृते तव कृते. ते तव कृते वदामि ये ये सन्ति विशिष्टाः अस्माकं सैन्ये, ये विशिष्टाः सन्ति ते तेषां परिचयम् अहं करोमि, भवत्वं जानातु इति. अस्तु समीचीनं भगिनि. अतः तत्र लोपः नायकाः मम इति स्थाने नायका मम लोपः इति कार्यं. समीचीनं भगिनि. अस्तु अग्रे शोभा भगिनि. आं महोदय. तर्हि तत्र स्यात् निश्चितं तत्र तस्मात् न न भ्रमति इव इति. भ्रमति इव, क्षमतां, भ्रमति इव. हा अस्तु, तत्र श्लोकं पठामि. आम् उद्घाटितवती, एकक्षणं महोदय. हा तत्र गाण्डीवं स्रंसते हस्तात् वक् हस्तात् त्वक् त्वक् च एव. हा परिदह्यते न च शक्नोमि शक्नोमि अवस्थातुं न शक्नोमि अवस्थातुं भ्रमति इव च मे मनः इति. हा तर्हि तत्र अर्जुनः वदति इदानीं गाण्डीवं स्रंसते इत्युक्ते तत्र हस्तात् स्रंसते इत्युक्ते स्रं पतति. हा गाण्डीवं हस्तात् पतति. हा स्रंसते हस्तात् त्वक् च एव परिदह्यते. मम त्वक् तत्र चर्म इति च एव परिदह्यते. तत्र दह इति धातुः दहने, त्वक् मम त्वक् दहनस् दहनम् इव किं कथं दहति इव भासते इति, अनुभवति इति, दहति इव अनुभवति इति वक्तुं शक्नुमः महोदय. दहनम् अनुभवति, दहनम् अनुभवति. हा न च शक्नोमि अवस्थातुम्, अतः अवस्थातुं न शक्नोमि, भ्रमति इव च मे मनः. मम मनः भ्रमति इव अस्ति, अतः अवस्थातुं न शक्नोमि इति भवति तत्र इति मन्ये महोदय. तर्हि मनः मे मनः मम मनः मे मनः तत्र षष्टि भवति, चतुर्थी अपि अस्ति किन्तु तत्र षष्टि भवति. मम मनः भ्रमति इव तम् अवस्थातुं न शक्नोमि, अहम् अवस्थातुं न शक्नोमि. अस्तु, अतः अहम् अवस्थातुं न शक्नोमि. यतोहि तत्र शक्नोमि प्राक् शक्नोति शक्नोमि शक्नुमः प्राक् प्रायशः तत्र तुमुन् भवति खलु. आम् सत्यं महोदय, तत्र अवस्थातुं न शक्नोमि इति. अतः अहम् अवस्थातुं न शक्नोमि. सत्यं सत्यम्. इदानीं भ्रमति इव तत्र किं भवति? हा इदानीं भ्रमति इव तत्र भ्रमत् योगः इ पुनः इव इत्यस्य ई योगः वा तत्र भ्रमत् योगः एकमेव ई तिष्ठति तत्र. अपि च तत्र वर्णमेलनेन भ्रमति वा इति भवति. तत्र भ्रमत् ई इत्यस्य भ्रमति अथवा एकस्य इकारस्य लोपः भवति. लोपः इति अपि सन्धिकार्यं भवति तत्र. अतः तत्र भ्रमति इव भ्रमति इव इति रूपम् अन्तिमरूपं सिद्ध्यति. तर्हि तत्र लोप इति सन्धिकार्यं भवति, लोपः इति अदर्शनम् इति भवति. अपि तत्र प्रायशः तत्र मेलनेन इकारस्य दीर्घः भवति इति वदामः, अथवा तत्र एकः इकारः गच्छति, अथवा इकारद्वयं स्थाने एकः एव दीर्घ इकारः आगच्छति, तत्र वर्णनं कृतं भवति तत्र एकस्य लोपः अन्यस्य आदेशः इति वा तादृशं? तत्र महोदय अन्तिमरूपं दीर्घ इकारः अस्ति किन्तु भ्रमत् योगः. अस्तु अस्तु, क्षम्यताम्, अहं सम्यक्तया न दृष्टवती. तत्र इकः अकः सवर्णे दीर्घः इति तत्र अहं सम्यक्तया न दृष्टवती. तत्र इकार इकारयोः सन्निधौ सन्धिकार्यं भवति द्वे अपि अच् वर्णाः, अतः तत्र अकः सवर्णे दीर्घः इत्यनेन इकार इकारयोः योगे पूर्वपरयोः स्थाने एकः दीर्घादेशः भवति, अतः भ्रमत्योगः इ इति भवति दीर्घ इकारः इदानीं, तदनन्तरं वर्णमेलनेन भ्रमति वा इति भवति. तत्र इकार ह्रस्व इकार द्वयस्थाने दीर्घ एकमेव दीर्घ आदेशः, द्वयोः स्थाने एकस्य वर्णस्य आदेशः भवति, एकस्य आदेशः इति. समीचीनं भगिनि. अस्तु अग्रे पल्लवी भगिनि. निश्चितं या योगे अकार योगे नकार योगे निश्चितं या अधिक नकार अधिक नकार इष्टितं, तत्र तकारस्य स्थाने नकारः आगतवान् अतः आदेशः इति. समीचीनम् श्लोकः अस्ति. कार्पण्यदोषो दोषोपहत स्वभावः पृच्छामि त्वां धर्मसम्मूढचेतः यच्छ्रेयः स्यान्निश्चितम् ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्. कानि कानि शब्दानि अहं न जानामि. अस्तु अस्तु, किञ्चित् यदि आङ्ग्लभाषायां भाषस्यापि तत्र विवरणं दृष्ट्वा किञ्चित् संस्कृतेन वदतु सरलरूपेण तावदेव. कार्पण्यदोषं यस्य मनः तत्र मनसि क्लेशः अस्ति तत्र किं कर्तव्यं, तत्र धर्मकार्यं धर्मसम्मूढ चेतः नाम यस्य मनसि तत्र कः कार्यं करणीयं किं कार्यं करणीयं किं कार्यं न करणीयम् इति तत्र सम्यक्तया ज्ञानं नास्ति तादृशम् अहमस्मि अतः त्वं पृच्छामि पृच्छामि अतः तत्र निश्चितं श्रेयः स्यात् तद् मे इत्युक्ते मम तत्र हा मे ब्रूहि अहं ते शिष्यः अहं तव शिष्यः अतः मां त्वां प्रपन्नं साधि नाम तत्र अहं तत्र शरणागतं कृतवान् भवतः तत्र हा कृतवान् प्रपन्नं शरणागतं कृतवान् अस्मि अतः तत्र अहं तव शिष्यः अतः तत्र यद् श्रेयः यत् निश्चितं श्रेयः अस्ति समीचीनम् अतिसमीचीनम् अस्ति उत्तमम् अस्ति तत् मे ब्रूहि तद् मां वदतु अतः तत्र स्यात् योगः निश्चितं स्यान् निश्चितं स्यान् निश्चितं इति समीचीनं भगिनि. अस्तु अग्रे हर्षद भगिनी अग्रे. आं महोदय, सः कौन्तेयः स अधिकविसर्गः अधिककौन्तेयः स अधिककौन्तेयः स कौन्तेयः अत्र विसर्गस्य लोपः अस्ति, विसर्ग अपगच्छति, सः अस्ति अग्रे अविहाय कोऽपि स्वरः वा व्यञ्जनम् आगच्छति चेत् विसर्गस्य लोपः भवति. श्लोक 1.27 तान् समीक्ष स कौन्तेयः सर्वान् बन्धून् बन्धूनवस्थितान् कृपया परया विष्टो विषीदन् निमदमब्रवीत् इदम् अब्रवीत् अब्रवीत् तत्र कुन्ते अर्जुनः वदति तत्र तु सर्वबान्धवाः एव आसन्। अर्जुनः वदति अर्जुनस्य बहु शोकं जातम्, महत् शोकं, महान् शोकं जातम्। कथं सर्वे युत्सु अस्ति ते मम बान्धवाः एव सन्ति, कथं युद्धं करणीयम् इति सः अवदत्। तस्य विषादः भवति। समीचीनं भगिनि, तत्र तान् समीक्ष्य, तान् इत्युक्ते कान्? सर्वान् बान्धवान्, सर्वान् बन्धून्, अवस्थितान् बन्धून्, सर्वान् अवस्थितान् बन्धून् समीक्ष्य, सः दृष्ट्वा, ईक्ष्य, तत्र ल्यबन्तम् समीक्ष्य दृष्ट्वा सः विषीदन् परया, तत्र कृपया परया नाम तत्र कृपा कीदृशी आसीत्? परा आसीत्, महान्, महती आसीत्, महती कृपा आसीत् तस्य। तादृश्या कृपया आविष्टः नाम पूर्ण पूरितः सः, सः इदम् अब्रवीत्। तादृश अर्जुनः कौन्तेयः इदम् अब्रवीत्। समीचीनं भगिनि, अस्तु। अतः तत्र सः कौन्तेयः स्थाने कौन्तेयः एकमेकं शब्दस्य एकस्य एकस्य शब्दस्य अर्थं वक्तुं न शक्नोमि, परन्तु श्लोकस्य अर्थ ज्ञातुं शक्नोमि। समीचीनं भगिनि, तावदेव। तत्र अग्रे गत्वा एतत् प्रत्येकश्लोकस्य यदि वयं सिद्धाः स्मः तस्मिन् समये एतत् कुर्मः, किन्तु सन्धिकार्यस्य समये यदा ते वदन्ति एतत् पदं तत्र तस्मात् श्लोकात् स्वीकृतम् इति, अथ किञ्चित् श्लोकस्य अपि परिचयं भवतु इति। अस्तु, अतः एव, अतः तत्र सम्पूर्णश्लोकस्य अवगमनम् एतत् सर्वं नास्ति, केवलं परिचयत्वेन। तेन किं भवति, अस्माकं तत्र स्पर्शः भवति खलु। आम् आम् आम्, किञ्चित् तत्र आस्वादः भवति, तत्र भगवद्गीताश्लोकस्य आस्वादः तावत्। अस्तु, अग्रे तत्र समीचीनं भगिनि, अग्रे सुजाता भगिनी, अग्रे। महोदय नमस्कारः। यः एनं या योगः विसर्गः योगः एनं या एनं भवति विसर्गलोपः भवति, विसर्गस्य लोपः भवति। अस्तु, समीचीनं। लोपमिति लोपः भवति, अत्र लोपः एव कार्यमस्ति। समीचीनं भगिनि, अपि श्लोकं पठतु तर्हि। तत्र श्लोकं 21 21 श्लोकमस्ति। वेदविनाशिनं नित्यं यः येन अजयं कथं स पुरुषः पाठ कं घातयति हान्त्रिकम्। नास्ति 21 अस्ति न महोदय श्लोकः? सत्यं सत्यं, यत् भवती पठितवती तत्र एव, तत्र य एनं य एनं अजय प्रथम वाक्ये एव अस्ति खलु। वेद अविनाशिनं नित्यं यः एनम् अजम् अव्ययम्, यः एनम् अजम् अजम् अव्ययम् कथं सः पुरुषः पार्थ कं घातयति हन्तिकम्। तर्हि तत्र यः आत्मा इति, आत्मा इति तत्र जानाति नाम आत्मा, वेद वेद इत्युक्ते यः यः जानाति, सः जानाति। अविनाशिनं नाम तत्र आत्मा अविनाशिनम् अस्ति, आत्मानं तत्र आत्मा अविनाशी अस्ति, किन्तु जानाति इति कृत्वा तत्र किं जानाति अथवा कं जानाति, आत्मानं जानाति, अतः द्वितीयविभक्तिरूपम्. आत्मा अविनाशी अस्ति, नित्यः अस्ति, एनम् अत नाम अयम् इति तत्र एनम्. अजः अस्ति, अव्ययः अस्ति, तादृशम् आत्मानं यः जानाति सः पुरुषः. सः कस् सः कथं तत्र अन्यस्य मरणं कारयति अथवा अन्यस्य हननं सः कथं कर्तुं शक्नोति, यः यतोहि तत्र आत्मा नित्यः अस्ति, अविनाशी अस्ति इति. तर्हि तत्र य एनं, यः एनं, यः इति कर्तृपदं, यः अविनाशिनं नित्यम् अजम् अव्ययम् आत्मानं जानाति. वेद इति. अस्तु, समीचीनं भगिनि. हा अस्तु, अग्रे दिवते भगिनि, अग्रे. आं महोदय. गुरु उत्तिष्ठतः. गुरु योगः उत्तिष्ठतः. तत्र गुरु उत्तिष्ठतः इति अस्ति. तत्र तु आदेशः आगमः लोपः नास्ति, परन्तु प्रकृतिभावः अस्ति इति मन्ये. इति सत्यं, समीचीनं भगिनि. तत्र आदेशः इति कार्यं नास्ति, आगमः इति कार्यं नास्ति, लोपः इति अपि नास्ति. अपि तत्र प्रकृतिभावः, प्रकृतिभावः तत्र एकवारं पठतु. तत्र पूर्वभावः निमित्ते सत्यपि लोपादेह, लोपादेह अभावः प्रकृतिभावः. लोप इत्युक्ते किम् इत्युक्ते आदेशः अपि आगमः अपि न भवति तत्र. तत्र निमित्ते, निमित्ते सत्यपि नाम निमित्तम् अस्ति चेत् अपि. हा, तत्र निमित्ते सति, निमित्ते सति अपि नाम सतिसप्तमी. यदा निमित्तम् अस्ति तथापि तत्र किं भवति, न भवति. तत्र कथं जानीमः न भवति इति, वाक्यं दृष्ट्वा. निमित्ते सत्ये सति अपि, एक पुनः एकवारं पठतु वाक्यं. निमित्ते निमित्ते सत्यपि लोपादेह अभावः प्रकृति, लोपादेहे अभावः प्रकृतिभावः. लोपादेहे इति विभक्ति का तत्र, लोपादेहे प्रथमविभक्तिरूपं किं भवति, लोपादेहे प्रथमविभक्तिरूपं किं, लोपादः न प्रथमाविभक्ति महोदय, प्रथमाविभक्ति. तत्र कार्यं केवलं लोपः इति कार्यमस्ति वा अथवा अन्यानि कार्याणि अपि सन्ति? लोपादेः इत्युक्ते आदेशः अपि आगमः द्वयम् इति. अतः तत्र पदं किं भवेत्, आदिः खलु, लोपादिः, आदिः लोपादिः नाम लोप इत्यादि खलु. तर्हि लोपादि इति. हा, समीचीनं भगिनि. अतः लोपादिः भवितुम् अर्हन्ति, किन्तु तेषाम् अभावः, लोपादेः अभावः. अभावः नाम कार्यं नास्ति, तद् नास्ति. लोपः नास्ति, आदेशः नास्ति, आगमः नास्ति. भवितुम् अर्हति, निमित्तमस्ति, किन्तु न भवति. अत्र तादृशमस्ति खलु, तत्र गुरु योगः उत्तिष्ठतः. तत्र उकारः प्रथमपदस्य अन्तिमवर्णः, दीर्घ उकारः. द्वितीयपदस्य प्रथमवर्णः अस्ति उ, उकारः एव. तत्र सवर्णदीर्घसन्धि इति यद्यपि वयं न पठितवन्तः, किन्तु भवती जानाति खलु, तद् भवितुम् अर्हति खलु. आं महोदय. हा, किन्तु न अभवत्, किन्तु तत्र न अभवत् इति कृत्वा लोपादेः अभावः लोपः नास्ति, आदेशः नास्ति, आगमः किमपि कार्यं नास्ति. यदा तादृशी स्थितिः अस्ति तदा प्रकृतिभावः इति नामकरणम्. अतः अत्र प्रकृतिभावः इति अस्ति. हा समीचीनं भगिनि. हा अस्तु अग्रे समीचीनं भगिनि. हा अग्रे वेदा भगिनी अग्रे. हा महोदय, अमि आश्रमाः, अमि योगः आश्रमाः, तत्र ईकार आकार योगः अस्ति, तत्कारणेन सन्धिकार्यं भवितुम् अर्हति तत्र. परन्तु तत्र दीयते अमि आश्रमाः इति अन्तिमरूपं दीयते, इत्युक्ते तत्र आदेशः नास्ति, न सन्धिकार्यं कोऽपि न भवति, केवलं वर्ण एतदेव तिष्ठति, तदेव तिष्ठति, तदेव प्रकृतिभावः इति. प्रकृतिभावः प्रकृति अहं मन्ये प्रकृतिभावः. सत्यं सत्यं तथैव अस्ति भगिनि. तथैव अस्ति. अतः प्रकृतिभावः समीचीनम्. अस्तु अग्रे तत्र हर्षद भगिनि अग्रिमम्. पश्य कृष्ण खलु. आम् पश्य कृष्ण अधिक अत्र गोपिकाः नृत्यन्ति. पश्य कृष्ण प्लुतर्नोस्ति, सम्बोधनस्ति, सम्बोधनस्ति. पश्य कृष्ण, पश्यकृष्ण अधिक अत्र गोपिकाः नृत्यन्ति. पश्यकृष्ण अत्र गोपिकाः नृत्यन्ति. अत्र अपि आगमः नास्ति, आदेशः नास्ति, लोपः नास्ति, प्रकृतिभाव एव अस्ति इति अस्ति भगिनि. समीचीनम्. अस्तु उत्तमम्. अस्तु अग्रे सुजाता भगिनि अग्रे. सुजाता भगिनी अग्रे. अस्तु अस्तु तर्हि निवेदिता भगिनी अग्रे. अहो अधिकम् अस्माकम्, अहो अस्माकम्, अत्रापि प्रकृतिभावः. अत्रापि न किमपि कार्यं नास्ति, तर्हि प्रकृतिभावः. समीचीनं भगिनि. अस्तु. तत्र अग्रिम अभ्यासः तत्र कस्यचित् अध्यायस्य सप्तमे श्लोके एकापि सन्धिः नास्ति, तं श्लोकम् अन्विष्यत. तद् गृहपाठरूपेण कुर्मः. तर्हि अग्रे सरामः. तर्हि तत्र उषास्वामिनाथन् भगिनी अग्रे अग्रिम अभ्यासम् आरम्भं करोति वा. आं महोदय, एतेषु वाक्येषु संहिता अस्ति, परन्तु सन्धिकार्यं नास्ति. तत्रत्यानि पदानि पृथक् पृथक् लिखत. अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन. अनार्यजुष्टं योगः अस्वर्ग्यं योगः अकीर्तिकरं योगः अर्जुन. अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन. अस्वर्ग्यम् अकीर्तिकरम् अर्जुन. अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन. समीचीनं भगिनि. उत्तमम्. एकवारं तत्र श्लोकं पठति वा भगिनि. आं महोदय, अस्तु महोदय. श्रीभगवानुवाच, कुतस्त्वा कश्मलमिदम् विषमे समुपस्थितम् अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन. भगवान् कृष्णः अर्जुनम् उद्दिश्य वचनम् उक्तवान्. कुतस्त्वा कश्मलम् इदम्, इदं विषीदन्तम्, इदं इदं युवर् फीलिङ्ग् इस् समीचीनम्. इदं कुतः कुतः कुतः कथं कश्मलम् इत्युक्ते तत्र एतादृश पाप पापकार्यं तत्र कश्मलं तत् तत् विषम् अपि अस्ति तत्र विषमे इति तत्र विषमं तत्र नाम तत्र यत्र विषमे लैक् लैक् इन् दिस् कैण्ड् आफ् thing danger, in this kind of in the situation situation of danger iti okay yatra okay. tatra paristhiti hi tatra kashta kashta sthiti hi kashta kalam kashta kalam asti tadrusha samaye tadrusha sandarbhe katam katam etad agatam asti tatra kim agatam asti anaryajustam अस्मर्यम् अकीर्तिकरम् आल् दि तादृशं चिन्तनं तादृशचिन्तनम् आर्य फीलिङ्ग् नास्ति अनार्याल् अनार्यदुष्टं तत्र यः तत्र सम्यक् रीत्या तत्र लोके तत्र कार्यं करोति तत्र चलति तादृशं सः एतादृशं कार्यं न करोति अतः भवतः चिन्तनं नाम चिन्तनं भवतः चिन्तनं उपस्थितं नाम आगतम् अस्ति चिन्तनं त्वा त्वा समुपस्थितं नाम त्वा तव समीपे आगतम् अस्ति एतत् कश्मलं चिन्तनं कश्मलं चिन्तनं नाम समीचीनं चिन्तनं चिन्तनं समीचीनं नास्ति तादृशं चिन्तनम् आगतमस्ति तव मनसि तत्र अकीर्तिकरमस्ति एतत् चिन्तनम् अनार्यदुष्टम् अस्ति अपि अस्वर्गम् अस्ति एतेन स्वर्गं न प्राप्नोति तादृशं चिन्तनम् अपि अस्मिन् समये नाम तत्र विषमे यत्र तत्र भयः भीतिः अथवा अन्यत् किमपि भवितुम् अर्हति तादृशसमये एतादृशं चिन्तनं कथम् आगतम् अस्ति इति इति वदतु. अस्तु तर्हि तत्र अत्र अस्माकं कार्यमस्ति तत्र अत्र सन्धिकार्यं नास्ति खलु. आं महोदय सन्धिकार्यं नास्ति केवलं वर्णमेलनमेव वर्गमेलनमेव अस्ति अनार्यजुष्टम् अनार्यजुष्टम् अस्वर्ग्यं तत्र जुष्टम् अस्वर्ग्यं तत्रापि किमपि नास्ति अनार्यजुष्टम् अस्वर्ग्यं पुनः अकीर्तिकरम् अस्वर्ग्यम् अकीर्तिकरम् अकीर्तिकरम् अर्जुन अकीर्तिकरम् अर्जुन तर्हि तत्र किमपि परिवर्तनं नास्ति मकाराकार मेलनं मेलनमेव तत्र वयं तत्र प्रकृतिभावः इति आदि अपि न वक्तुं शक्नुमः यतोहि तत्र सन्धिकार्यस्य किमपि सन्धिकार्यं निमित्तं नास्ति तत्र करणीयम् किन्तु न कृतवन्तः इति तादृशं कुत्रापि नास्ति. समीचीनं भगिनि अस्तु धन्यवादः. अस्तु अग्रे अग्रे तत्र पल्लवी भगिनी अग्रे पठति वा. आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् आचार्यान् अधिकमातुलान् अधिक भ्रातॄन् पुत्रान् पौत्रान् सखीन् 1.26 तत्र पश्यत् स्थितान् पाठः पितॄन् अथ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा पार्थ इति अर्जुनः अपश्यत् तत्रापश्यत् कं कान् तत्र स्थितान् ये ये जनाः आसन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पुत्रान् सखीञ्च एते सर्वे तत्र युद्धस्य कृते सिद्धाः सन्ति तान् सः अपश्यत् समीचीनं भगिनि समीचीनम् एकवारं भवती श्लोकं पठितवती वा पुनः पठितवती आमां तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् आचार्यन् मातुलान् धातॄन् पुत्रान् पुत्रान् सखीन् सखीन् तथा इति अस्ति समीचीनं भगिनि अस्तु तर्हि तत्र कुत्रापि तत्र सन्धिकार्यं नास्ति खलु तत्र आचार्यान् मातुलान् सन्धिकार्यं नास्ति मातुलान् भ्रातॄन् सन्धिकार्यं नास्ति मध्ये भ्रातॄन् पुत्रान् नास्ति पुत्रान् पौत्रान् सन्धिकार्यं नास्ति पौत्रान् सखीन् सन्धिकार्यं नास्ति अतः तत्र केवलं संहिता किन्तु सन्धिकार्यं नास्ति अत्र अस्तु समीचीनं अस्तु अग्रे तत्र उषा दिवते भगिनी अग्रे करोतु आं महोदय यत्तत् तामसमुच्यते यत्तत् तामसमुच्यते एकवारं तत्र श्लोकं पश्यतु भगिनि तत्र भगवद्गीतायां श्लोकं दृष्ट्वा वदतु सत्यं भगिनि तथैव अस्ति अनुबन्धम् अनुबन्धं क्षयं हिंसामनेपेक्ष्य च पौरुषं मोहात् आरभ्यते कर्म समुच्यते यत् तत् तामसम् उच्यते तामसम् उच्यते यत् तत् तामसम् उच्यते इति अस्ति समीचीनं भगिनि तत्र अनुबन्धं यत् तत् तामसम् उच्यते इति तत्र सन्धिकार्यं नास्ति खलु आं महोदय नास्ति यत् यत् तत् मध्ये सन्धिकार्यं नास्ति पुनः तत्र तत् तामसं मध्ये नास्ति नास्ति तामसम् उच्यते तत्र सन्धिकार्यं नास्ति अस्तु समीचीनं तर्हि तत्र किञ्चित् वदतु श्लोकस्य विषये तामसम् इत्युक्ते तामसगुण न उच्यते उच्यते इति उच्यते तत् यत् यत् यत् किमस्ति यत् अनुबन्धम् अनुबन्धं क्षयं अनपेक्ष्य च पौरुषं मोहात् आरभ्यते तत्कर्म न यत् यत् एतत् सर्वम् अस्ति तत् इति उच्यते नाम मोहात् आरभ्यते कर्म मोहेन कर्म आरभ्यते मोहकारणेन एतत् कार्यं भवति तस्य आरम्भः भवति यत्र तत्र अनुबन्धं क्षयं हिंसां पौरुषं तत् किमपि न दृष्ट्वा तत्र कर्तुं शक्नोमि वा पौरुषं नाम तत् कर्तुं तत्र शक्तिः अस्ति वा अथवा तेन कार्येण तत्र हिंसा भवति न वा क्षयः तत्सर्वं न दृष्ट्वा नाम अनपेक्ष्या तस्य विषये चिन्तनम् अकृत्वा कार्यस्य आरम्भं यस्य कार्यस्य आरम्भं भवति तत् कार्यं तामसम् अस्ति इति उच्यते तामसम् इति उच्यते तामसः तामसगुण इति अस्ति समीचीनं भगिनि तामसः इति समीचीनं तत्र सन्धिकार्यं नास्ति केवलं संहिता एव अस्ति अस्तु अग्रे वेदः भगिनि महोदय संवादमिव महोदय अत्र तामस मनुष्य कृते शब्दः अस्ति वा सत्यं सत्यं तामसि वृत्तिः अस्ति खलु सत्यं भगिनि तमः इति गुणं तद् नपुंसकलिङ्गे तमः इति यत्र मनः तादृशं तमः इति तमस् इति तत्र नपुंसकलिङ्गपदम् अत्र तामसः इति यस्मिन् तत्र तमः इति गुणः अस्ति मनुष्यस्य कृते सत्यं भगिनि तत्र तामसमिति पुल्लिङ्गपदं तामसः इति प्रथमविभक्तिरूपं तामसम् इति द्वितीयविभक्तिरूपम् धन्यवादः पुल्लिङ्गं पुल्लिङ्गपदमेव समीचीनं भगिनि सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमौषम् अद्भुतं रोमहर्षणम् इति तत्र संवादं इमम् अश्रौषम् अद्भुतं संवादम् इमम् अश्रौषम् अद्भुतम् इति तस्य किं वदामि तत्र सन्धिकार्यं कोऽपि नास्ति हल वर्णमेलनमेव मकार इकार मकार एकमेकं पदं वदतु तर्हि तत्र संवादं इमम् अश्रौषम् अद्भुतं समीचीनं तत्र कुत्रापि तत्र सन्धिकार्यं नास्ति नास्ति अपि च तत्र सञ्जय वदति तत्र इति अहं वासुदेवस्य पार्थस्य च महात्मनः संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् इत्युक्ते सञ्जय वदति वासुदेवस्य अपि च पार्थस्य संवादम् इति अहं अहं श्रुतं तत् संवादं किं वदामि मम रोमहर्षणं भवति तत् अद्भुतसंवादं श्रुत्वा मम रोमहर्षणं भवति अपि च संवादमिमम् अश्रौषम् अद्भुतं संवादम् इमम् अद्भुतं संवादं श्रुत्वा मम रोमहर्षणं भवति संवादः केन सह भवति वासुदेवस्य अपि च पार्थस्य मध्ये संवादः भवति इति एतावत् तत्र एषः श्लोकः भगवद्गीतायाः अन्तिम साक्षात् अन्तिमश्लोकः नास्ति किन्तु तत्र तदनन्तरं तत्र केचन श्लोकाः एव सन्ति खलु अतः तत्र एतावत् संवादस्य एतावत् यत् उक्तं तद् भगवतः अपि तत्र पार्थस्य तयोः मध्ये जातः तत्र महात्मनः इति कस्य विशेषणं भवति वासुदेवस्य नाम तत्र महात्मनः महात्मा इति तत्र आत्मा इति पदं खलु भगिनि आत्मा इति नकारान्तपदं खलु आत्मनः तर्हि आत्मनः इति षष्टि खलु अथवा पञ्चमी महात्मनः अतः वासुदेवस्य महात्मनः वासुदेवस्य पात्रस्य च नाम तयोः मध्ये इति अहं संवादं श्रौषं हा समीचीनं हा इति यत् यत् अहं श्रुतवान् तद् सर्वम् अहम् उक्तवान् एतत् संवादम् अहं श्रुतवान् इति सः वदति समीचीनं हा समीचीनं भगिनि हा अतः तत्र इतः परं तत्र किम् अस्ति एकः एकं द्वे अन्यके चत्वारि हा चत्वारि हा केवलं तत्र चत्वारः श्लोकाः एव सन्ति तदनन्तरं योगेश्वरात् कृष्णात् साक्षात् कथयतः हा अतः तत्र समीचीनं हा अस्तु भगिनि अग्रे सरामः तर्हि तत्र शोभा भगिनी अग्रे पठति वा महात्मनः शब्दविषये वदतु भगिनि महात्मनः बहुवचनरूपम् अस्ति वा अत्र न भगिनि तत्र षष्टि षष्टि एकवचनं विभक्ति एकवचनं ओके हा हा महात्मनः नाम तत्र वासुदेव भगवत भगवान् भगवतः वासुदेवस्य महात्मनः अपि पार्थः पार्थस्य बहुवचने अपि अस्ति बहुवचने अपि आत्मा आत्मानौ आत्मानः अस्ति परन्तु अत्र षष्टिविभक्ति एव समीचीनम् अग्रिमं योगेश्वरात् कृष्णात् साक्षात् कथयतः इति वाक्यं तत्र श्लोकमस्ति व्यासप्रसादात् श्रुतवान् एतत् गुह्यमहं परं योगं योगेश्वरात् कृष्णात् साक्षात् कथयत स्वयं तत्र सञ्जयः वदति व्यासप्रसादात् श्रुतवान् एतत् गुह्यम् अहं परं व्यासस्य प्रसादात् कृपया एव अहम् एतत् गुह्यम् अपरं तत्र योगं श्रुतवान् श्रुतवान् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयं यत् स्वयं योगेश्वरकृष्णात् साक्षात् उक्तः अस्ति इति स्वयं कृष्णः साक्षात् उक्तवान् इदं योगं तम् अहं व्यासमहर्षिणा कृपया एव श्रुतवान् अस्मि इति तत्र अपि च श्रुतवान् आसम् आसम् श्रुतवान् आसम् इति अपि तत्र कथयतः इति तत्र विभक्तिका तत्र कथयतः कथयतः तत्र षष्ठी भवति न न योगेश्वरात् कृष्णात् तत्र योगेश्वरः कृष्णः कथयन् ओ अस्तु कथयतः हा तत्र शत्रन्तप्रयोगः शत्रन्तरूपम् अस्ति कथयन् इत्यस्य कथयतः तत्र कृष्णः योगेश्वरः कृष्णः कथयन् अस्ति अतः तस्मात् योगेश्वरात् कृष्णात् कथयतः कथयतः कृष्णात् इदानीमपि कथयन् अस्ति न इदानीं समाप्तः इति अस्तु किन्तु तत्र यत् यः किन्तु तत्र पञ्चमी अत्र कथयतः इति शत्रन्तरूपं पञ्चमी पञ्चमी यतोहि तत्र कृष्णात् अस्ति इति कृत्वा इति अस्ति तत्र व्यासस्य प्रसादात् व्यासस्य कृपया एतत् अहं श्रुतवान् एतत् सर्वं श्रुतवान् इति अस्ति समीचीनं भगिनि तर्हि तत्र योगेश्वर तत्र पदं योगेश्वरात् तत्र योगेश्वरात् कृष्णात् साक्षात् कथयतः तत्र अपि वर्णमेलनम् एव किमपि सन्धिकार्यं नास्ति नास्ति तत्र समीचीनम् उत्तमम् अस्तु अग्रे सरामः तर्हि इदानीं तत्र सुजाता भगिनि आं महोदय अवधेयम् सन्धिकार्यं कदा करणीयं कदा न करणीयम् इति प्रश्नस्य उत्तरम् इदं भवति एकस्य अस्मिन् पदे सन्धिनित्यं नित्यं कर्तव्यः यदा अवस् आविस् योगः तः आविष्टः एकस्मिन् पदे सन्धिनित्यम् आविष्टः एकं पदमस्ति आविश् योगः तः योजनेन आविष्टः भवति सन्धि भवति नाम पदनिर्माणे पदनिर्माणे नाम पदस्य निर्माणं तत्र क्रियाधातु स्वीकृत्य अथवा प्रातिपदिकं स्वीकृत्य तत्र प्रत्ययस्य योजनेन तत्र पदस्य निर्माणं भवति खलु तस्मिन् सन्दर्भे तत्र एकमेव पदमस्ति किन्तु तस्य पदस्य निर्माणे अनेकानि कार्याणि भवन्ति तत्र प्रत्ययः एतत् सर्वं स्वीकृत्य निर्माणं कुर्मः तदा केवलं तत्र मेलनम् इति न भवति सन्धिकार्यमपि भवति तत्र सन्धिकार्यं कर्तव्यः तत्र सन्धिः कर्तव्यः अस्ति सन्धिकार्यं कर्तव्यं भवति नित्यं कर्तव्यं भवति तत्र अविस्योगः तः इत्युक्ते अविष्टः इति न वक्तव्यं किन्तु तत्र सन्धिकार्यं कृत्वा अविष्टः इति भवति अतः तत्र एकस्मिन् पदे नाम एकमेव पदमस्ति किन्तु पदस्य निर्माणे तत्र सन्धिकार्यं भवति अथवा अनेकानि कार्याणि भवन्ति इति तत्र श्लोकः अस्ति श्लोकं पठतु आम् महोदय प्रथमाचार्य 28 आम् महोदय दृष्ट्वे मम स्वजनं कृष्ण युयुत्सं समुपस्थितं सीदन्ति मम गात्राणि मुखं च परिशुष्यति एतदेव महोदय तत्र आविष्टः कुत्र अस्ति तत्र उपस्थितं 28 प्रथमाध्याये 28 अस्ति संख्या तु अस्ति किन्तु तत्र अन्य कोऽपि जानाति वा तत्र कृपया परिष्टः प्रीवियस् लैन् महोदय कृपया परया विष्टो विषीदन् इदमब्रवीत् इदमब्रवीत् तत्र तान् समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान् हा वयं दृष्टवन्तः खलु तत्र कृपया परया आविष्टो आविष्टः विषीदन् इदम् अब्रवीत् पूर्वं दृष्टं पूर्वं दृष्टः श्लोकः एषः अस्माभिः तर्हि तत्र आविष्टः इति पदमस्ति तत्र आयोगः विश्वः आविष्टः तत्र तप्रत्ययः इति मन्ये तत्र भूतकालार्थकम् आविष्टः आविष्टः इति तत्र अतः तत्र सन्धिकार्यं भवति एव आविष्योगः तः आविष्टः इति भवति समीचीनं भगिनि अस्तु अग्रे समीचीनं भगिनि अस्तु अग्रे निवेदिता भगिनि आम् धातूपसर्गयोः सन्धिः नित्यं कर्तव्यः यथा उप अधिकम् अविशत् उपाविशत् तर्हि तत्र यत्र धातुः उपसर्गः अस्ति उपमध्ये अकारः अस्ति अधिकम् अविशत् अकारः भवति अतः तत्र यत्र धातु उपसर्गः अस्ति तत्र मेल तत्र सन्धिकार्यं भवति एव तत्र नित्यं कर्तव्यः तत्र केवलं संहिता इति न चिन्तनं किन्तु सन्धिकार्यं करणीयम् अस्तु अग्रे तत्र वन् सप्तचत्वारिंशत् कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्म फल मा कर्म फलहेतुर्भुः भगिनि तत्र गतवती इदानीं तत्र 47 प्रथम अध्याये चाप्टर् 1 क्षम्यताम् सः अपि श्लोकः तत्र प्रसिद्धः किन्तु एवम् उक्त्वा अर्जुनः सङ्खे रथोपस्थ उपाविशत् विसृज्य सशरं चापं शोकसंविघ्नमानसः सञ्जय उवाच सञ्जयः धृतराष्ट्रं वदति कथयति एवं कृत्वा अर्जुनः एवम् उक्त्वा अर्जुनः एवम् उक्त्वा एवम् उक्त्वा तत्र सङ्ख्ये नाम युद्धे सङ्ख्ये नाम युद्धे तस्य युद्धे रथोपास्थे उपाविशत् रथोपास्थे नाम तत्र रथस्य उपास्थः नाम रथे आसनं रथे आसनम् अस्ति आसने अर्जुनः शोकसंविघ्नः जातः स तस्य शरं तथा चापं सशरं चापं नाम शरेण चापं शरेण अस्ति इति खलु सशरं नाम तत्र दूरीकृत्वा रथोपस्थे उपाविशत् तस्य मध्यभागे तत्र रथे स्थानं भवति खलु तत्र उपवेष्टं स्थानं भवति तत्र सः उपविष्टवान् समीचीनं तत्र उपयोगः अविशत् उपाविशत् तत्र लकारः कः उपाविशत् लङ् लकारः अस्ति वा समीचीनं तर्हि तत्र वयं जानीमः तत्र नियमः कः तत्र उपसर्गसहितधातुः अस्ति चेत् उपसर्गं त्यक्त्वा उपविशति इति तत्र युद्धे सङ्कीर्णं युद्धे सङ्ख्ये अत्र नाम युद्धे उपाविशत् तत्र सन्धिकार्यं भवति एव उपयोगः अविशत् उपाविशत् सवर्णदीर्घसन्धिः भवति अस्तु समीचीनम् अस्तु अग्रे उमा मीनाक्षी भगिनी अग्रे उमा मीनाक्षी भगिनी नास्ति वा अस्तु तर्हि तत्र उषास्वामिनः भगिनी अग्रे करोति वा आं महोदय समासे सन्धिः नित्यं कर्तव्यः यथा लाभयोगः अलाभौ लाभः लाभौ लाभालाभौ इति द्वन्द्वसमासः तत्र लाभयोगः अलाभौ बकार अकार अकार योगः अकारः लाभालाभौ इति भवति श्लोकः समीचीनं सेकेण्ड् चाप्टर् 838 सुखदुःखे समे कृत्वा लाभालाभौ जया जयौ ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि। कृष्णः वदति, अर्जुनम् उद्दिश्य वदति, हे अर्जुन, पापं न अवाप्स्यसि, लृट् लकारः, पापं न अवाप्स्यसि कदा, सुखे दुःखे समे कृत्वा, सुख अपि सुखम् अथवा दुःखम् अपि भवति समये, सुखसमये इति चिन्तनेन इति गृहीत्वा समचिन्तनेन गृहीत्वा लाभालाभौ अपि लाभं भवति अथवा अलाभम् अपि अस्ति तत्र समं द्वयमपि समम् इति चिन्तनेन अपि च जया अजयः अपि अस्ति जयम् अथवा पराजयमपि अस्ति चेदपि समचिन्तनं कृत्वा युद्धाय युज्यस्व तत् चिन्तनेन युज्यस्व युज्यस्व इति लोट् नाम युद्धं कर्तुं करोतु आरम्भं करोतु इति तदा चेत् किं भवति करोति चेत् पापं न अवाप्स्यसि न प्राप्नोति प्राप्स्यसि न प्राप्स्यसि इति अतः तत्र पापं न जायते समीचीनं अतः लाभ अलाभौ तत्र लाभालाभौ लाभालाभौ तत्र यदि भवती उक्तवती तत्र समासः द्वन्द्वसमासः अस्ति अत्र सन्धिकार्यमपि अस्ति सुवर्णदीर्घसन्धिः अपि समासः तत्र द्वन्द्वसमासः समीचीनं भगिनि अस्तु अग्रे तत्र उमा मीनाक्षी भगिनि वक्तुं शक्नोति वा इदानीं वाक्ये तु इति वाक्ये तु सन्धिविकल्पेन भवति यथा देवदत्तो ग्रामं गच्छति अत्र सन्धिद्वयं कृतं देवदत्तः अधिकं ग्रामं देवदत्तो ग्रामं द्वितीयमस्ति ग्रामं गच्छति तत्र तु ग्रामं गच्छति अनुस्वारागतम् देवदत्तः ग्रामं गच्छति अत्र सन्धिकार्यं न कृतं सन्धि त्रिविध न अतः तत्र अस्मिन् पूर्वं किम् आसीत् तत्र उपरि किम् यदा अहं देवदत्तो ग्रामं गच्छति इति वदामि तत्र देवदत्तो देवदत्तः एतस्य देवदत्तो अभवत् अतः परिवर्तितं सन्धिकार्यम् अस्ति अनन्तरं अन्यथा देवदत्तः ग्रामं गच्छति इति अपि वक्तुं शक्नुमः इति उक्तमस्ति तत्र नाम पूर्वं किं किम् उक्तं नाम पूर्वं नाम प्रथम तत्र तत्र पूर्वं तत्र निकषत्रयम् अस्ति खलु तत्र प्रथमनिकषः अस्ति तत्र यत्र नित्यं कर्तव्यः नाम एकस्मिन् पदे नित्यं कर्तव्यः सन्धिः द्वितीयस्थाने तत्र धातु उपसर्गयोः मध्ये अपि सन्धिनित्यः कर्तव्यः तृतीयं समासे अपि सन्धिः नित्यं कर्तव्यः किन्तु इदानीं तत्र कदा करणीयं कदा न करणीयम् इति उक्तं खलु अत्र किम् अस्ति कर्तुं शक्नुमः किन्तु विकल्पेन नाम अस्माकं विवक्षा कर्तुम् इच्छामश्चेत् कर्तुं शक्नुमः नो चेदपि समीचीनमेव अर्थभेदः न भवति अर्थभेदः न भवति देवदत्तो ग्रामं गच्छति अथवा देवदत्तः ग्रामं गच्छति इति यदि वदामश्चेदपि कोऽपि अर्थभेदः नास्ति, द्वयमपि साधुरूपम्. अतः तत्र विकल्पेन वाक्ये विकल्पेन सन्धिकार्यं भवति, किन्तु पदे धातु उपसर्गयोः मध्ये समासे तत्र तु कर्तव्यः एव इति अस्ति. अतः तत्र अत्र विवक्षा अस्ति, अस्माकं विवक्षानुसारं कर्तुं शक्नुमः न कर्तुं शक्नुमः. अस्तु, समीचीनं भगिनि. अस्तु अग्रे पल्लवी भगिनी अग्रे. सन्धिः त्रिविधः, तत् पठामि वा? सन्धिः त्रिविधः: स्वरसन्धिः, अच् सन्धिः, व्यञ्जनसन्धिः, हल्सन्धिः, विसर्गसन्धिः सन्धिश्च इति. स्वरसन्धिः: स्वरात् स्वरे परे स्वरसन्धिः भवति, स्वरः योगे स्वरः. व्यञ्जनसन्धिः: व्यञ्जनात् स्वरे व्यञ्जने वा परे व्यञ्जनसन्धिः भवति. व्यञ्जनम् अधिक व्यञ्जन वा स्वरः, अतः किमपि वर्णः अस्ति चेत् व्यञ्जनसन्धिः. विसर्गसन्धिः: विसर्गात् स्वरे व्यञ्जने वा परे विसर्गसन्धिः भवति, विसर्गः योगे किमपि वर्णः, व्यञ्जन वा स्वरः. समीचीनम्. इदानीं तत्र स्वरात् इति अस्ति, व्यञ्जनात् विसर्गात् इति अस्ति, तर्हि तत्र स्वरात् व्यञ्जनात् विसर्गात् इति तत्र किं भवति? पञ्चमी अस्ति. तत्र किम् अस्ति, तत्र यथा सन्धिकार्यं भवति तत्र प्रथमपदस्य अन्तिमवर्णः अपि द्वितीयपदस्य प्रथमवर्णः भवति खलु, तत्र वर्णद्वयं भवति. तत्र प्रथमपदस्य अन्तिमवर्णः तस्य पञ्चमी वा अथवा द्वितीयपदस्य प्रथमवर्णस्य पञ्चमी वा? नाम स्वरात् इति अस्ति चेत् तत्र किं भवति, प्रथमः तत्र स्वरः वर्णस्वरः भवति. अपि स्वरे परे इति तत्र किं भवति, यत्र परे इति लिखितम् अस्ति सर्वत्र पश्यतु, तत्र स्वरात् स्वरे परे अथवा व्यञ्जनात् स्वरे व्यञ्जने वा परे. तर्हि परे इति यद् अस्ति तद् तेन सप्तमी अस्ति, तत्र द्वितीयवर्णस्य द्वितीयव्यञ्जन वर्ण शब्दस्य प्रथमवर्णः, तस्य विषये किमपि उक्तमस्ति, कीदृशं तद् भवेत् इति उक्तमस्ति. तर्हि पञ्चमी यत्र अस्ति तत्र प्रथमपदस्य अन्तिमवर्णः, सप्तमी यत्र अस्ति परे इति अस्ति तत्र द्वितीयपदस्य प्रथमवर्णः. अतः तत्र वर्णद्वयमस्ति, पञ्चमी इत्युक्ते यत् आदौ आगच्छति, सप्तमी द्वितीयः अन्तिमवर्णः इति. अतः तत्र व्यञ्जनं योगः वर्णः, व्यञ्जनात् स्वरे व्यञ्जने वा परे इति तादृशवर्णनम् अस्ति. अग्रे गत्वा तत्र पाणिनेः तत्र सूत्राणां तत्र पठनसमये एतादृशवर्णनमेव भवति, तत्र व्यञ्जने वा परे इति एव भवति. अतः एतादृशी शैली ज्ञातव्या अस्ति. अस्तु, तर्हि तत्र सन्धिः त्रिविधा अस्ति, सन्धिः त्रिविधः अस्ति: स्वरसन्धिः, व्यञ्जनसन्धिः, विसर्गसन्धिः. अपि तत्र अच् सन्धिः इति किमर्थम् उक्तम्? अच् प्रत्याहारः अस्ति. अच् प्रत्याहारः सर्वान् स्वरान् सर्वे स्वराः तस्मिन् अन्तर्भूतः अन्तर्भूताः सन्ति. अपि हल् इत्युक्ते व्यञ्जनानि, सर्वाणि व्यञ्जनानि अन्तर्भूतानि सन्ति हल् इति प्रत्याहारे. समीचीनं भगिनि. अस्तु अग्रे, इदानीं अग्रे सरामः. तर्हि तत्र वेदा भगिनी अग्रे पठति वा? हा महोदय. अधो निर्दिष्टेषु स्वरसन्धिः, व्यञ्जनसन्धिः उत विसर्गसन्धिः इति यतोदाहरणं रिक्ते स्थाने लिखत अधो निर्दिष्टेषु स्वरसन्धिः व्यञ्जनसन्धिः उत विसर्गसन्धिः इति यतोदाहरणं रिक्ते स्थाने लिखत उदाहरणं यद्यपि योगः एते यद्यप् एते अत्र इकार एकार सन्धि भवति तदेव तत्र स्वरसन्धि भवति स्वरसन्धि इकार एकारस्य स्वरसन्धि भवति समीचीनं तत्र स्वरे परे 1.38 तत्र विवरणं तत्र स्वरात् स्वरे परे खलु स्वरः अस्ति तदेव एकार एकारे परे इकार एकारे परे तत्र मेलनं भवति वर्णमेलनं भवति तदेव तत्र न सन्धि भवति तदेव तत्र स्वरसन्धि इति उच्यते तत्र इति उच्यते समीचीनं भगिनि हा अस्तु इदानीं टु ओ 1.38 ओके यद्यप्येते न पश्यन्ति लोभोपगतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् यदि यद्यपि एते न पश्यन्ति लोभोपगतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ये जनाः लोभोपगतचेतसः अस्ति इत्युक्ते लोभः भवति तत्कारणेन तस्य दृष्टिः अदृश् न किं वदामि तत्र अपहतचेतसः इत्युक्ते मनः कस्य मनः अपहतः नाम तत्र तेन कारणेन परिवर्तितमस्ति मनः लोभेन लोभेन परिवर्तितं मनः अस्ति ते मनुष्याः कुलक्षयं कृतं दोषम् इति कुलक्षयं कुलस्य नाशनं इति कुलस्य नाशनम् इति नो कुलस्य नाशनं कृतं दोषम् अति अस्ति इति न जानन्ति ते जनाः पश्यन्ति अथवा न जानन्ति न जानन्ति मित्रद्रोहे च पातकं मित्रद्रोहमपि पातकम् अस्ति इति न ते जानन्ति न जानन्ति न जानन्ति तदेव तत्र लिखितमस्ति समीचीनं भगिनि हा नाम तत्र यद्दोषेन तत्र दोषं तत्र कुलक्षयं कुलक्षयं दोषं मित्रद्रोहं मित्रद्रोहं पातकम् इति लोभोपगतचेतसः मनुष्यः न पश्यन्ति इति अस्ति भगिनि समीचीनं हा अस्तु अग्रे शोभा भगिनि आं महोदय अग्रिमम् आत्मनि योगः एव कृतवती भगिनि आं न कृतवती ओ तु इदमिति न कृतवती वा न उदाहरणमेव कृतवती ओ सत्यं सत्यं हा हा सत्यं धन्यवादः भगिनि अस्तु तर्हि भवती करोति वा अथवा अहं करोमि वा अहं करोमि नो कोऽपि समस्या नास्ति तु योगः इदं त्विदम् इति अस्ति तत्र तु प्रथम स्वरस्य तत्र पदस्य अन्तिम उकार अस्ति इदम् इति पदस्य आदिमवर्णः ईकार अस्ति उकार ईकार स्वरयोः न किं वदामि स्वरयोः स्वरयोः सन्धिकार्यं भूत्वा उकार ईकार बकार उकारस्य स्थाने बकार आयाति तदेव तकार वकार ईकार त्वि दम् इति रूपं निष्पन्नं तत्र स्वरसन्धि भवति उकार ईकारस्य स्वरसन्धि भवति समीचीनं भगिनि समीचीनम् इति वा महोदय तावदेव अपि एतत् श्लोकम् अस्माभिः पठितम् एषः श्लोकः पठितः अस्ति अस्तु अतः अग्रे गच्छामः तर्हि तत्र शोभगिनि अग्रे आं महोदय हा तत्र आत्मनि योगः एव इति योगे आत्मन्येव इति पदं निष्पद्यते तत्र अस्तु श्लोकः अस्ति द्वितीयाध्याये सन्धिः कः सन्धिः अत्र प्रथमं सन्देहविषये वदामि वा महोदय. अस्तु, तत्र तत्र आत्मनि इत्यस्य इकारः योगः एकारः स्वरसन्धिः भवति. आत्मनि तत्र इकार एकारः स्वरात् स्वरे परे इति वदामः तत्र. इकारस्य तत्र यण् सन्धिः दृश्यते. आत्मनि इत्यस्य इकारस्य स्थाने यकारादेशः यकारादेशः भवति तत्र आदेशः. अपि च इदानीं तत्र आत्मन्या इति भवति. आत्मन्या योगः एव आत्मन्या, अतः तत्र यकारः तत्र हल्वर्णः, यकारः एकारः योजयित्वा आत्मन्येव इति रूपं भवति. तत्र वर्णमेलनम् एव. तदनन्तरं यण् सन्धेः अनन्तरं वर्णमेलनम् एव भवति. तर्हि तत्र स्वर आदेशः इति सन्धिकार्यं भवति. अपि च श्लोकमस्ति तत्र, प्रजाहति यदा कामान् सर्वान् पार्थमनोगतान् आत्मन्येव आत्मनेवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते इति. तत्र प्रजहाति, तत्र जहाति प्र उपसर्गयोजनेन प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्. तत्र कामान् इति जानीमः किं पर्यायवाचकपदं. तत्र कामान् इत्युक्ते यत् इच्छाः भवन्ति तान् सर्वान् प्रजहाति इत्युक्ते तत्र जहाति त्यजति त्यजति इति अर्थे भवति. मनोगतान् कामान् तत्र मनोगतान् सर्वान् कामान् यदा प्रजहाति इति भवति. मनोगतान् इत्युक्ते तत्र मनसि ये यानि यानि सन्ति तत्र कामान् स्त्रीलिङ्गे एव तत्र न कामान् पुंलिङ्गे पुंलिङ्गे एव कामान् इति अस्ति इति कृत्वा. अतः तत्र ये कामाः मनसि सन्ति तेषां सर्वान् सर्वान् त्यागं करणीयम् इति यः करोति यः करोति. अपि च पार्थम् उद्दिश्य कृष्णः इदानीं वदन् अस्ति, आत्मनि एव आत्मना तुष्टः. तत्र आत्मनि इति सप्तमी विभक्तिः, आत्मना इति तृतीया विभक्तिः. अतः तत्र आत्मनि एव आत्मना स्वस्य आत्मनि स्वस्य आत्मना एव तुष्टः इत्युक्ते तत्र तुष् धातुः सन्तुष्टः इति अर्थः इत्युक्ते सन्तोषः भवति. स्थितप्रज्ञः तत् तदा उच्यते. तत्र तदा उच्यते स्थितप्रज्ञः इति यः स्थितप्रज्ञः अस्ति सः सर्वदा तस्य मनः स्थिरः भवति इत्युक्ते तत्र स्थिरः अस्ति अथवा यस्य यस्मिन् कस्मिन्नपि सन्दर्भे स्थिरः एव अस्ति भवति. सः तस्य विवरणं दत्तमस्ति दत्तं नाम मनोगतान् कामान् प्रजहाति प्रजहाति तदा आत्मनि आत्मना एव तुष्टः अस्ति अस्ति स्थितप्रज्ञः. तदा एव तादृशं तादृशः मनुष्यः स्थितप्रज्ञः इति उच्यते तदा उच्यते. समीचीनं भगिनि. अस्तु तर्हि तत्र समयः अपि जातः. अस्तु तर्हि तत्र अन्ते तत्र पल्लवी भगिनी तत्र अन्ते प्रार्थनां वदति वा भगिनि अथवा शान्तिमन्त्रम्. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. धन्यवादः धन्यवादः सर्वेभ्यो नमः धन्यवादः नमस्कारः.